नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे नूतनपाठः सार्वधातुकप्रकरणं कुट्सु इति दशगणचिन्तनम् अभवत्। इदानीं नूतनं कृत् प्रत्ययः सार्वधातुकप्रकरणे कृत् प्रत्ययाः तेषां विषये ज्ञास्यामः। महोदय भवान् पठति वा? हा भगिनि, धातुभ्यः विहिताः प्रत्ययाः द्विधाः तिञ्च कृच्च। एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च। अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् कर्तृत्वे शबादयः विकरणाः आयाति। श्रूयते वा भगिनि? भगिनि, for me this file starts with chatrushana chittaneyoho artha. No, 6a yes. Yeah, 6a shatranta rupani pratipatika nirmanam na tat purvam tatra heading tatra 6 iti asti kila 6 tasmat anantaram ekah shishakam asti ekam shishakam sarvadhatuka prakaranam adantam angam. Okay, Bhagini, let me try. So the heading and the Shishaka inside are different. Side heading is Sarvadhatuka Prakaranam. Bhagini, and then yeah, Sarvadhat 6A. It should be 5A. 6A Sarvadhatuka Prakaranam Kritsu, Sarvadhatuka Prakaranam Kritsu. And then it says shatranta rupani pratipatika nirmanam. Tata puram sarvadhatukana kṛtu iti tat click karatu tadeva click karatu punah dvivaram likita mat nirtanaksha putra katavanta sarvat ashtadhyayi parichayah tattu abhavat. Yes, dashaganah abhavat kila. अभवत् देन् सिक्स् इस् सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम् तस्मात् अनन्तरं गच्छतु भगिनि. आं भगिनि, देन् रुदादिगणः देन् 6A सार्वधातुकप्रकरणं कृत्सु देन् सार्वधातुकप्रकरणं कृत्सु 01 छत्रन्तरूपाणि प्रातिपदिकनिर्माणं तस्मात् पूर्वम् एकः पाठः अस्ति. Small part, lagu introduction. तत्र धातुभ्यः विहितः प्रत्ययाः इति अस्ति. प्राप्तं वा? आं भगिनि, आं प्राप्तं क्षम्यतां भगिनि. नास्ति चिन्ता. आं महोदय, धातुभ्यः विहिताः प्रत्ययाः द्विधाः तिञ्च कृत्य। एते सर्वे प्रत्ययाः पुनर्विभजिताः सार्वधातुकाः आर्धधातुकाश्च। अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् कर्तृत्वे शबादयः विकरणाः आयान्ति कर्तरिशब्दः। शबादयः आयान्ति चेत् धातुगुणभेदाः प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धातुकभेदः आर्धातुकश्चेत् क्रीडागमविचारः करणीयः। इदं विभजनं सार्वधातुक आर्धातुकप्रत्ययोः प्रत्ययोः इत्युक्ते सार्वत्क आर्धप्रत्ययोः तिङ्क्षु अपि भवति कृत्सु अपि भवति इति अस्ति। अत्र वयं जानीमः दातु तिङ्क्ष कृच्छ इति यथा कर्तृत्वे सार्वत्क अस्ति चेत् तत्र शप् विकरणप्रत्ययः आगच्छति। यथा शक् विकरणप्रत्ययः आगच्छति वयं जानीमः तत्र कर्तरि शप् इति आगच्छति। अनन्तरं तत् प्रभाद्य यत् गणभेदाः भवन्ति शबादयान्ति चेत् गणभेदाः भवन्ति। परन्तु आर्धातुक आर्धातुकप्रत्ययेषु तादृशः नास्ति इडागमस्य विचारः इति वयं पूर्वं दृष्टवन्तः। तत्र विभजनम् इति तत्र कुस्व अपि भवितुमर्हति किङ्क्षु अपि भवितुमर्हति सार्वधातुकप्रत्ययः किङ्क्षु अपि आर्धातुकप्रत्ययः अपि भवितुमर्हति। अत्र सार्वधातुकप्रत्ययः अस्ति द्वयोः पूर्वतनभागयोः इत्युक्ते पञ्चम सार्वधातुकप्रकरणम् अदन्तमङ्गं सार्वधातुकप्रकरणम् प्रकरणम् अनदन्तमङ्गं सार्वधातुकप्रकरणं कथं भवति इति अवलोकितवन्तः किङ् प्रसङ्गे। तत्र लट् लोट् लङ् विदिङ् येषु च चतुर्षु लकारेषु कर्तव्यशबादेविकरणः आयन्ति कर्तृष इत्यादिभिः सूत्रैः, ततः धातुगणभेदाः निष्पन्नाः इति जानीमः. अधुना अस्मिन् भागे इत्युक्ते सार्वधातुकप्रकरणं कृत्सु कृदन्ते अयम् एव विचारः भवति कृत्वसङ्गे. अग्रे पठामि वा? कृत् नाम किम्? उपनियुक्तं यत् धातुभ्यः विहितः. एकनिमिष एकनिमिष भगिनि. अस्तु, द्वयोः पूर्वतनभागयोः सार्वधकप्रकरणम् अदन्तमङ्गं, सार्वधकप्रकरणम् अनदन्तमङ्गं, सार्वधकप्रकरणं कथं भवति इति अवलोकितवन्तः. सिङ्क्वसन्ति तत्र लट् लोट् लङ् विधिलिङ्गेषु चतुर्षु लकारेषु कर्तृत्वे शबादयः विकरणाः आयान्ति कर्तरिषत् इत्यादिभिः सूत्रैः, ततः धातुगणभेदाः निष्पन्नाः इति जानीमः. अधुना अस्मिन् भागे अयम् एव विचारः भवति कृत्सङ्गे. कृत् नाम किम् इति तत्र उपयुक्तं यत् धातुभ्यः विहिता तस्य द्विधाः तिङ् च कृत् च. यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युच्यते कृततिङ् इति सूत्रेण. यत्किमपि अस्तु कृततिङ् इति यस्य प्रातिपदिकस्य अन्ते कृत् प्रत्ययः अस्ति तत् प्रातिपदिकं कृदन्तं. तन्निमित्तपदानि सर्वदा सुबन्तानि इत्युक्तौ नामपदानि सन्ति यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्. इमानि पदानि सर्वाणि कृत्प्रत्ययुक्तानि यतः एते प्रत्ययाः यथा सव्यत्, कीर्तिन्, तृक्य, नुल्, शत्र, शानत् साक्षात् धातोः विहिताः अपि च तिङ्सञ्जकाः न सन्ति. अस्तु, अत्र कृत् नाम किम् इति अस्ति. धातुतः विधीयमानः प्रत्ययः द्विधाः भवन्ति इति वयं जानीमः, तिङ् च कृत् च. यः कोऽपि धातुः तिङ् भिन्नः अस्ति तत् कृत् प्रत्यये उच्यते कृत् अतिङ् कृत् अतिङ् इति सूत्रेण. यत् अतिङ् अस्ति तत् कृत् प्रत्ययः भवति. प्रातिपदिकस्य अन्ते यत्कृत्पत्यः अस्ति तत् प्रातिपदिकम् अस्ति. यस्य प्रातिपदिकस्य अन्ते कृत्पत्यः अस्ति तत् प्रातिपदिकं कृदन्तम् अस्तु. अस्तु, कृत्पत्येन तत्र प्रातिपदिकं निषिध्यति. अतः तन्निमित्तपदानि सर्वदा सुबन्तानि नामपदानि सन्ति. तत्र कृत्पत्येन निर्मितानि पदानि सर्वदा यद्यपि धातुतः विधीयन्ते तत्र तत्र कृत्वविधीयते तत्र प्रातिपदिकं सिद्ध्यति. वयं जानीमः तत्र प्रसिद्ध कृत्प्रत्ययाः सव्यत्, किन्न, चिन्नूर्, शत्रु इति एते साक्षात् धातोः विहिताः अपि च एते तिङ्सञ्ज्ञकाः न सन्ति. सः कृत अतिङ् इति कृत् अतिङ् इति सत्यं सम्यक् तदेव प्रातिपदिकमेव निष्पन्नं कृत् प्रत्ययः योजनेन प्रातिपदिकं प्रातिपदिकम् अनन्तरं तत्र सुप्रत्ययः योजनेन सुबन्तपदं तदेव अग्रिमपाठः. कथं प्रातिपदिकनिर्माणं भवति इत्येव प्रथमपाठः अस्मिन् शीर्षके प्रथमपाठः तदेव भवति. धन्यवादः महोदय. भगिनी पठति वा एते सर्वे? आं भगिनि, एते सर्वे प्रत्ययाः तिङ् कृतश्च अष्टाध्यायाः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः. तिङ्प्रत्ययाः आरम्भे सर्वे सार्वधातुकाः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण. अत्र अनुवृत्तिसहितसूत्रम् इदम् अवलोकयाम. धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकत्वस्य कृते प्रथमः नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति. तदा धातुतः विहितः चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्। परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्। कृत् षित् अस्ति चेत् एव अयं कृत् प्रत्ययः सार्वधातुकः। कृत् प्रत्ययेषु नवशितः ते च शतृ शानच् शानष् शानन् कश् कश् एष् शद्यै शदै शदैन् इति येषु द्वौ प्रसिद्धौ शत्रुशानच् च। एतान् नवप्रत्ययान् अतिरिच्य अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः आर्धधातुकं शेषः इति सूत्रेण। वयं सूत्रं पठितवन्तः तिंशित् सार्वधातुकम् इति सूत्रम्। अनुवृत्तिसहितसूत्रं धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकं। धातोः परश्च तिङ् प्रत्ययः षित् प्रत्ययः धातोः परश्च प्रत्ययः विधीयते। तत् प्रत्ययः तिङ् प्रत्ययाः अथवा षित् प्रत्ययाः सार्वधातुकम् इति उच्यते। धातुतः विहितः चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्। परन्तु कृत् चेत् कृतः कृत् प्रत्ययाः अपि धातुतः विधीयते। कृत् चेत् कृत् प्रत्ययेषु षित् प्रत्यय यत् प्रत्ययः शकारः इति अस्ति तदेव षित् प्रत्ययः एव सार्वधातुकप्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन। कृत् प्रत्ययेषु नवप्रत्ययाः सार्वधातुकप्रत्ययाः यतोहि प्रत्ययस्य श इति वर्णं दृश्यते। शत्र शानच् छानश् शानन् कश् श एष् शद्यै शदैन् इति द्वौ प्रसिद्धौ प्रत्ययः शत्र शानच् च। एतान् नवप्रत्ययान् अतिरिच्य अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः। सो नवप्रत्ययान् अतिरिच्य अवशिष्टाः प्रत्ययाः नवप्रत्ययान् रहित अवशिष्टाः प्रत्ययाः आर्धधातुकाः आर्धधातुकं शेषः इति सूत्रेण। इतोपि एकः विषयः, धातुतः विहितः नास्ति चेत् तत्र सार्वधातुकत्वम् आर्धधातुकत्वम् इति चिन्तनमेव न आवश्यकं। तदपि मुख्यमस्ति, तत् आवरणे दत्तमस्ति, परन्तु तदपि मुख्यं। धातुतः विहितः प्रत्ययस्य एव सार्वधातुकः आर्धधातुकः इति चिन्तनं तदपि मुख्यम्। अग्रे पठामि। अत्र च अत्र भगिनि अतः तत्र अनादिप्रत्ययाः यदा धातुतः विधीयमानस्य सार्धात्कप्रत्ययः अथवा अर्धवृत्ति इति भवति वा? यदा धातुतः विधीयन्ते तदा अर्धातुका इति भवति वा? इडागमः सर्वं भवति एव किल, तत्रापि सनाद्यन्ता दातवः इति तदपि धातुतः तत्र कुत्रचित् सर्वे न भवन्ति खलु? सर्वे प्रायः सर्वे न भवन्ति, तत्र भेदः सुबन्तातः एव तत्र यदा अत्र केचन धातुतः अधिकारे अस्ति इति द्रष्टव्यं. सनाद्यन्तदातवः इति अधिकारः प्रत्ययः परश्च आद्युदात्तश्च धातोः इति अधिकारे एव अस्ति. सनादिप्रत्ययान्तशब्दाः धातुसंज्ञकाः एव, हे धातुसंज्ञकाः. तत्र भगिनि, तत्र यदि केचन प्रत्ययाः धातुतः अपविधीयन्ते प्रातिपदिकात् अपविधीयन्ते, अतः अतः तत्र यदा धातुतः विधीयन्ते तत्र तेषां सार्वत्रिकसंज्ञा अथवा आर्धत्रसंज्ञा भवति किञ्चित् इत्यनेन. अन्यथा तेषामेव तत्र तादृशसंज्ञा न भवति, केवलसनादि प्रत्यया इति एव भवति. तत्र एकम् उदाहरणमपि दत्तं, निच् इति, निच् इति प्रत्यय तत्र धातुतः अपि विधीयन्ते, तत्र प्रातिपदिकात् अपि विधीयन्ते खलु. निच् इति प्रत्ययः तदा यदा धातुतः विधीयन्ते तदा सनादि आर्धत्वप्रत्ययः भवति, प्रातिपदिकात् विधीयन्ते आर्धत्वप्रत्ययः, सारि सामान्यप्रत्ययः भवति खलु. तत्र एकम् उदाहरणं तत्र प्रदर्शितमस्ति क्यच् प्रत्ययस्य विषये दृष्टवती किल. क्यच् इति प्रत्ययः, तत्र अयं प्रत्ययः केवलं प्रातिपदिकेभ्यः एव विधीयते. अस्य योजनेन धातूनां निर्माणं भवति. प्रातिपदिकेभ्यः विधीयते परन्तु धातुसंज्ञा सनाद्यन्तदातवः पुत्रीय तादृश तत्र धातुसंज्ञा भवति. यदा भवान् उक्तवान् निच् प्रत्ययः, एकनिमिषम्, निच् प्रत्ययः तत्र सूत्रत्रयं त्रिभिः सूत्रैः तथा च सत्यापकाश उद्भवीणा हेतुमति च, तद् वयं जानीमः. मुण्ड मुण्डमिश्र तदहं न जानामि. तेभ्यः अपि निश्चिति प्रत्ययः विधीयते दीर्घसूत्रं तत्र किमपि वार्तिकमस्ति तस्य फलेन वार्तिकप्रायेण सर्वेभ्यः धातुभ्यः प्रातिपदिकेभ्यः च निच् प्रत्ययः भवति. तस्य योजनेन धातूनामेव निर्माणं भवति. पाटी सनाद्यन्तादातव इत्यनेन, सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा. धन्यवादः. कृत् अधिकारे भिन्नैः सूत्रैः क्विप् इति कश्चन कृत् प्रत्ययः अपि पाठ्यते परन्तु सः केवलं धातुभ्यः विधीयते. तस्मिन् तस्मिन् विषये समीचीनं. स्थानाद्यन्तदातवः एव धातुसंज्ञा अपविश्यत् इति एव भवति. अहं चिन्तितवती क्यच् प्रत्ययः सुबन्ताः विधीयते, सुबन्तात् विधीयते इति. क्यच् इति अपि सनाद्यन्तदातवः एव किल. आं भगिनि, द्वादशप्रत्ययाः किल, सुप आत्मनः क्यच् सम्यच् धातोः कर्मणि इति अनन्तरं तत्र क्यच् इति सर्वे आगच्छन्ति. द्वादश किल, द्वादश तत् परन्तु एतेषां योजनेन सर्वे सनाद्यन्तदातवः एव. भगिनि अग्रे किम् अस्ति? अत्र च अन्यत् एकं वक्तव्यम् अस्ति यत् प्रक्रियायां वास्तविकविभजनम् अस्ति, सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया च. पुनरेकवारं पठितुम् इच्छामि भगिनि. अत्र च अन्यत् एकं वक्तव्यम् अस्ति यत् प्रक्रियायां वास्तविक वास्तविकविभजनम् अस्ति सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया च एकमेव विभजनम् अन्यत् किमपि विभजनं नास्ति इत्युक्तौ तिङ् कृत् इत्यनयोः यः भेदः सः प्रक्रियाभेदः नास्ति आम् ओके अन्यत् किमपि विभजनं नास्ति इत्युक्तौ तिङ् कृत् इत्यनयोः यः भेदः सः सप्रक्रियाभेदः नास्ति ओके प्रत्ययः सार्वधातुकसंज्ञकः चेत् स च प्रत्ययः तिङ् भवतु वा कृत् भवतु वा उभयत्र प्रक्रिया समाना उभयत्र धातुगुणनिमित्तकः विकरणप्रत्ययः उभयत्र धातुगण उभयत्र धातुगणनिमित्तकः विकरणप्रत्ययः उभयत्र तस्य च विकरणप्रत्ययस्य स्वभावम् अनुसृत्य धात्वङ्गे गुणः वा गुणनिषेधो वा परिशीलनीयः प्रत्ययः तिङ् चेत् परिणामः अस्ति तिङन्तरूपं तिङन्तपदं प्रत्ययः तिङ् चेत् परिणामः अस्ति तिङन्तपदं प्रत्ययः कृत् चेत् परिणामः प्रातिपदिकं तावान् एव भेदः तथैव प्रत्ययः तिङ् वा कृत् वा भवतु परन्तु स च प्रत्ययः आर्धधातुकसंज्ञकः चेत् इडागमचिन्तनं करणीयम् उभयत्र प्रक्रिया समाना तर्हि अत्र अस्माकं विषयः अस्ति सार्वधातुकप्रक्रिया सार्वधातुकप्रक्रिया कृत्सु वस्तुतस्तु सार्वधातुकप्रक्रिया यावत् भवति तावत् अत्र किमपि वैशिष्ट्यं नास्ति तिङन्तस्थले अस्माभिः यत् पठितं तत्तु अत्रापि समानम् अत्र भेदः अस्ति यत् अन्ततो गत्वा सुबन्तपदं भविष्यति इति कारणतः लिङ्गभेदः वर्तते तथा च सुप्रत्ययाः संयोजनीयाः एतत् सर्वं नूतनम् अस्ति अवश्यं किन्तु सार्वधातुकक्षेत्रे न अन्तर्गतम् अपि तु तत् इति रिक्तं तत् अतिरिक्तं किन्तु सार्वधातुकक्षेत्रे न अन्तर्गतम् अपि तु तत् अतिरिक्तम् ओके अतः अत्र लिङ्गविषये नूतन अंशः नास्ति सुबन्तप्रक्रिया च नूतना अनयोः द्वयोः विषययोः प्रसङ्गे सम्यक्तया परिशीलयिष्यामः ओके किमपि ओके कृत् तिङ् च कृत् प्रत्ययोः अनयोः यः भेदः अस्ति चेत् तिङ् प्रत्ययः धातोः तिङ् प्रत्ययः विधीयते चेत् धातोः तिङ् प्रत्ययः विधीयते चेत् क्रियापदं भवति अत्र कृत् प्रत्ययः विधीयते चेत् प्रातिपदिकं भवति इति उक्तं प्रातिपदिकं भवति चेत् प्रातिपदिकनिर्माणसमये यः कोऽपि सार्वधातुकप्रक्रियास्थले वयं पठितवन्तः कार्यं सर्वे अपि अत्रापि प्रसक्तिः अस्ति इति उक्तं कार्यं समानमेव अण्ड् गणम् आश्रित्य कृत् प्रत्ययस्य कार्यमपि भवति अण्ड् वाट् एल्स् तत्र किमपि नूतनं नास्ति सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया इत्येव तत्र भेदः कृत्वा भवतु तिङ्वा भवतु. तिङ्गस्ति चेदपि तत्र वयं यदा अन्यलकारः लट् लोट् लिङ् विधिलिङ्ग् लङ् रहित अन्य प्रत्यय अन्यलकाराः सन्ति तत्र आर्धधातुकः अस्ति चेत् तत्र प्रक्रिया कथं भवति तादृशमेव यदा कृत् प्रत्ययः अस्ति तत्रापि सार्धधातुकप्रक्रिया आर्धधातुकप्रक्रिया इत्येव भेदः तत्र कृत् अस्ति इति प्रक्रिया भिन्ना प्रक्रिया इति किमपि नास्ति. एकमेव नूतनविषय विकर्णप्रत्ययः यदा सार्वधातुकप्रत्ययेषु भवति तादृशम् अत्रापि विधीयते इति चिन्तनमस्ति. एकं नूतनविषयं किम् इत्युक्ते अत्र प्रातिपदिकनिर्माणं भवति अनन्तरं तद् सुबन्तं पदं सुप् प्रत्ययस्य योजनेन विभक्तिरूपाणि तत् सर्वं सुबन्तप्रक्रिया वयम् इदानीं पर्यन्तं न दृष्टवन्तः. तद् नूतनं लिङ्गभेदः भवति इदानीं तत्र यदा तद् तु वयं तिङ्ग् तिङन्तपदस्य रूपनिर्माणसमये वयं न दृष्टवन्तः. इदानीं पर्यन्तं तत्र पुरुषभेदः एव पुरुषवचनभेदः अनन्तरं लकारभेदः लट् रूपं भिन्नं लङ् रूपं भिन्नम् इति दृष्टवन्तः. अत्र लिङ्गभेदः एव मुख्यं मुख्यभेदः लिङ्गभेदः. तत्र प्रक्रिया तु समाना एव आर्धधातुकप्रक्रिया सार्धधातुकप्रक्रिया समाना अनन्तरं सुबन्धपद प्रातिपदिकनिर्माणम् अनन्तरं तद् लिङ्गभेदः कृत्वा सुबन्धप्रक्रिया तावदेव. अवगतं भगिनि. तावदेव इति वदामः तत्तु तदेव. अतः तत्र वयम् अस्मिन् शत्रुचाणच् इति पश्यामः तत्र एव अन्तर्भूतः भागः इति अस्ति. तत्र प्रथमं शत्रन्तरूपाणि प्रातिपदिकनिर्माणं तत् पाठः प्रथमं कुर्मः. भगिनि अत्र मम कृतवान् आसीत् केन सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति इति कृतस्य आमां सत्यं सत्यं कृतसमासः. धन्यवादः. तदेव प्रथमपाठः पठामः महोदय. भवान् पठति वा शत्रुषाणच् इत्यनयोः भवान् कृते एव अहम् एकं वदितुम् इच्छामि. ऐ मीन् शनैः पठतु. धन्यवादः. इत्यनयोः अर्थः शत्रुषाणच् प्रत्ययोः अर्थः समानः वर्तमानार्थः इति. वर्तमानः नाम प्रारब्ध अपरिसमाप्तत्वम् या क्रिया आरब्धा न समाप्ता च सा वर्तमाना. आरब्धा क्रिया यावत् न समाप्ता च तस्य कालः वर्तमानकालः. अस्मिन् वर्तमानकालार्थे लटः स्थाने शत्रुषाणच् प्रत्ययोः भवतः सूत्रमस्ति लटः. अस्तु शत्रुषाणच् प्रत्ययोः अर्थः अस्ति वर्तमानार्थः इति. वर्तमानः इति वर्तमानः इत्युक्ते क्रिया आरब्ध वर्तमान इत्युक्ते प्रारब्ध अपरिसमाप्तत्वम् इति. क्रिया आरब्धा अस्ति परन्तु आरब्धा जाता न समाप्ता इति सा वर्तमाना इति. अस्तु सूत्रमस्ति. अस्तु शत्रुषाणच् इति प्रत्ययौ तस्मिन् अर्थे वर्तमानकालार्थे भवतः इति उक्तमस्ति. सूत्रमस्ति लटः शत्रुषाणच् शत्रुषाणचौ अप्रथमासमानाधिकरणे इति तृतीय अध्यायस्य द्वितीयपादस्य चतुर्विंशत्यधिक एकशततमं सूत्रं. धातुतः लटः स्थाने शत्रुषाणचौ आदेशौ वर्तमाने काले भवतः अप्रथमान्तेन कर्ता सह समानाधिकरण्यम् अस्ति चेत् अप्रथमान्तेन कर्त्रा सह समानाधिकरण्यम् अस्ति चेत् इत्युक्ते प्रथमाविभक्तो न भवति इति अर्थः वा तत्र. अप्रथमान्तेन कर्त्रा सह समानाधिकरण्यम् अस्ति चेत् पठन् बालकः उदाहरणम् आगच्छति महोदय. पठन्तं बालकं पश्य, पठता पठन्तं बालकं पश्य द्वितीयविभक्ति. पठता बालकेन एतत् कार्यं कृतम् इति पठते बालकाय पोषकम्. अतः पठन् बालकः इति दोषाय इति वदन्तः वा प्रथमान्तेन कर्त्रा सह समानाधिकरण्यम् अस्ति चेत् इति भवति खलु तादृश तदेव वयं पाठयामः अपि किल तत्र भाषावर्गे पठन् बालकः निद्रन् किमपि निद्रन्ती मालिका बालकः पठन् अस्ति इति तत्र प्रथम पठन् अस्ति इति प्रथम बालकस्य विशेषणमेव पठन् प्रथमान्ते अग्रे अग्रे प्रायः अस्तु. शत्रुच शानच्च शत्रुशानजौ इतरेतरदन्तः न प्रथमा अप्रथमा समानम् अधिकरणं यस्य सः समानाधिकरण समानाधिकरणः अप्रथमया समानाधिकरणम् अप्रथमासमानाधिकरण द्वितीया तत्पुरुषः तस्मिन् अप्रथमासमानाधिकरणे लटः षष्ट्यन्तं शत्रुशानजौ प्रथमान्तम् अप्रथमसमानाधिकरणे सप्तम्यन्तं त्रिपदमिदं सूत्रं वर्तमाने लट् इत्यस्मात् वर्तमाने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः इत्यनयोः अधिकारः अनुविद्यसहितसूत्रम् एवम् अस्ति. वर्तमाने धातोः लटः शत्रुचानजौ प्रत्ययौ अप्रथमसमानाधिकरणे तत्र अप्रथम इति वाक्ये वर्तमानार्थे वर्तमानकालार्थे शत्रुचानजौ प्रत्ययौ विधीयते धातुतः विधीयते अप्रथमासमानाधिकरणे प्रथमविभक्तिं विहाय अन्येषु तत्र भवति इति अस्ति. तत्र अग्रे आगच्छति वा इति एकनिमिषं तत्र अष्टाध्यायी डाट् काम् मध्ये तत्र ज्ञातव्यम् इति भागः अस्ति किल तत्र किमर्थम् इति दत्तमस्ति तस्मात् पठामः. तत्र प्रथमवाक्यं पठतु महोदय तत्र एव दत्तम् अनेन सूत्रेण अनेन सूत्रेण लट्लकारस्य स्थाने शत्र तथा चानचेतयोः द्वयोः कृत्सत्ययोः विधानं क्रियते. अयमादेशः वर्तमानकालस्य अर्थे भवति. अस्मिन् सूत्रे अप्रथमसमानाधिकरणे इत्यपि उक्तमस्ति अतः अयमादेशः प्रथमाभिन्नविभक्तेः विवक्षा अस्ति चेदेव भवति इति अस्ति. अनन्तरं तत्र अग्रे तत्र ज्ञातव्यम् इति अस्तु एकनिमिषः ज्ञातव्यम् अस्तु. अस्तु शत्रुशानजप्रत्ययौ कृत्प्रत्ययौ सः एतयोः प्रयोगेन प्रातिपदिकनिर्माणं भवति किञ्चित् सर्वदातुकम् इति वयं जानीमः तत्र तृतीय अप्रथमासमानाधिकरणं शब्दस्य निर्माणम् एतादृशं क्रियते. अप्रथम प्रथमाभिन्नम् इत्युक्ते द्वितीया तृतीया आदयः समानाधिकरणमिति समानम् अभिधेयम् अतः अप्रथमसमानाधिकरणम् इत्युक्ते अप्रथमया समानाधिकरणम् अप्रथमया समानाधिकरणम् इति अर्थः अस्ति. प्रथमाभिन्नं यस्य अभिधेयं सः इत्युक्ते शत्रुशानप्रत्ययान्तप्रातिपदिकात् परः तस्यैव सुप्रत्ययस्य प्रयोगः भवितुमस्ति यः प्रथमाभिन्नविभक्ते अभिधेयं स्वीकरोति. यथा पद्योग शत्रुयोग अं पचन्तं वन्द्योग शानच्योग च वन्दमानान् इति तत्र बहुवचने वन्दमान् शानच्य अस्तु. अत्र चतुर्थे अस्ति खलु नास्ति वा किं महोदय अत्र प्रथमविभक्तिं कुत्र अस्ति? सूत्रेण तु प्रथमाविभक्तिः न भवति इत्येव, प्रथमाविभक्ति भिन्नप्रत्ययाः एव विधीयन्ते इति सूत्रस्य आधारेण. तत्र अग्रिममपि पठतु महोदय, केचन वैयाकरणाः. अस्तु अस्तु, केचन वैयाकरणाः अस्मिन् सूत्रे नान्वोर् विभाषा इत्यस्मात् इत्युक्ते 132-121 इत्यस्मात् अस्तु इत्यस्मात् विभाषा इति अनुवर्तयन्ति. विभाषा इत्युक्ते विकल्पः, अयं विकल्पः प्रथमासमानाधिकरणार्थम् अस्ति. इत्युक्ते प्रथमायाः विषये अपि छत्रशानप्रत्ययोः प्रयोगः विकल्पेन भवति महोदय. यथा रामः पठन् अस्ति, छात्रः वन्दमानः अस्ति, मात्रा पठन्ती अस्ति आदयः. अस्मिन् विषये भाष्ये उक्तमस्ति. किं तर्हि इदानीं विभाषा प्रथमासमानाधिकरणे अस्तु, प्रथमासमानाधिकरणे विभाषा तथा पठन् पचति पचमानः पचते इति. तत्र तदपि विकल्पेन इत्येव वदन्ति. हा विकल्पेन, विभाषा इत्युक्ते विकल्पेन एव किल. तत्र विकल्पः एव तत्र प्रथमासमानाधिकरणार्थं तत्र वयं रामः पठन् अस्ति, छात्रः वन्दमानः अस्ति इति विकल्पेन विधीयते. अनन्तरं किं साधनीयं वा तत्र? किमर्थं तर्हि समानाधिकरणे उक्तमस्ति असमानाधिकरणे इति? अत्र समानाधिकरणमेव, परन्तु अप्रथमसमानाधिकरणम् इति यदा उक्तत्वा ते तत्र विकल्पेन आनीयते, नित्यं नास्ति. तर्हि पाणिनेः मतं नास्ति खलु? पाणिनेः मतं नास्ति. अतः असमानाधिकरणम् इत्यस्य अल्पाक्षरं न भवति खलु असमानाधिकरणे? किमर्थं तेन योजितम्? समान अभिधेयं, समानम् अभिधेयम् अप्रथमा समानम् असमानाधिकरणे इति योजितमस्ति विशेषेण अन्यत्र नास्ति खलु असमानाधिकरणे इति? तत्र तस्य अनुवृत्तिः अपि नास्ति इति? न, तत्र किमपि नास्ति. तद् यदा सूत्रे अस्ति तदेव. अग्रिमसूत्रं किम् एतत्? तत्र सम्बोधने च, सम्बोधने च अस्तु, तत्र न भवति. पूर्वं पूर्वसूत्रं किं? वर्तमाने लट् इति पूर्वसूत्रं. लट शत्रुशानजौ इति उक्तं चेत् तत्र भवति खलु सर्वत्र? सर्वत्र भवति, परन्तु सूत्रस्य तस्य पाणिनेः विवक्षा तु प्रथम विभक्तिः मास्तु इति, प्रथमा भिन्नविभक्तेः विवक्षा तस्य विवक्षा आसीत्. अनन्तरं वैयाकरणः योजितवन्तः प्रयोगे अस्ति इति कृत्वा, प्रयोगे अस्ति कथमपि साधनीयम् इति कृत्वा. अन्यत् अन्यत्र किमपि न दत्तं किल? नास्ति, परन्तु वयं तु अस्माकं तत्र भाषायां तत्र सर्वदा तत्र पचन् बालकः सर्वं सर्वदा व्यवहारे वयं पठन् आसीत् इति अधिकतया वयं तत्र प्रथमविभक्तेः प्रयोगं प्रयोगमेव कुर्मः किल? तमेव वर्तमानं निर्दिशति, यं लट्लकारं निर्दिशति तत्तु सत्यम्. अस्तु, पठामः. अस्माकं करपत्रे अपि किमपि अस्ति वा? आम्, भगिनी पठति वा इदानीं भविष्यत्कालार्थे अपि? Oh, I mean the... आं भगिनि, भविष्यत्कालार्थे अपि शत्रुषाणचोः प्रयोगः अर्हः. भविष्यन्तं रामं पश्यतु, वदिष्यन्तं रामं पश्यतु, नाम रामः यः वदिष्यति तं पश्यतु. पुरस्कारं लप्स्यमानं रामं पश्यतु, पुरस्कारं लप्स्यमानं रामं पश्यतु, नाम रामः यः पुरस्कारं लप्स्यते तं पश्यतु. आं भगिनि. लृटः सद्वा, भविष्यत्काले विहितस्य लृटः स्थाने शत्रुशानचौ भवतः विकल्पेन. भविष्यत्काले अपि शत्रुशानचौ प्रत्ययः विहितः इति सूत्रं वदति. लृटः सद्वा, सद्वा, ओके. भविष्यत्काले विहितस्य लृटः स्थाने, लृटः भविष्यत्कालं, शत्रुशानचौ इति सद् इति ऐ गेस् शत् सद्वा, ओके. शत्रुप्रत्ययः केवलं परस्मैपदीधातुभ्यः विहितः अपि च कर्त्रर्थे एव. शाणच् प्रत्ययः कर्त्रर्थे केवलम् आत्मनेपदीधातुभ्यः विहितः, कर्मण्यर्थे परस्मैपदीधातुभ्यः च आत्मनेपदीधातुभ्यः च विहितः भवति. शत्रुप्रत्ययः परस्मैपदीधातुभ्यः विहितः, कर्त्रर्थे भवति. शाणच् प्रत्ययः आत्मनेपदीधातुभ्यः विहितः, कर्त्रर्थे अपि भवति. कर्मणि अर्थे परस्मैपदीधातुभ्यः आत्मनेपदीधातुभ्यः च विहितः भवति. शाणच् शाणच् प्रत्ययः. आं भगिनि, शत्रन्तानां निर्माणप्रक्रिया, शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयं भवति, प्रातिपदिकनिर्माणं सुबन्तनिर्माणम् इति. प्रथमतया प्रातिपदिकं निष्पादनीयं, तदा सुबन्तपदं. प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतं, द्वितीयकार्यम् अस्माकं कृते नूतनं सुबन्तप्रकरणम् इति. शत्रन्तनिर्माणसमये कार्यद्वयम् अस्ति. प्रातिपदिकनिर्माणं भवति, धातोः कृते शत्रुप्रत्ययः विधीयते. तत् शत्रुप्रत्ययः सार्वधातुकप्रक्रिया अपि कार्यं करोति. प्रातिपदिकनिर्माणं भवति, तत् प्रत्ययस्य विहितस्य कार्यम् अनन्तरं प्रातिपदिकं भवति. प्रातिपदिक अनन्तरं प्रातिपदिकात् सुबन्तं विधीयते. सुबन्तं विषये सुबन्तसूत्राणां कृते नूतनविषयम् अस्ति इति दत्तं भगिनि. शत्रन्तस्य अग्रे पठामि वा भगिनि? शत्रन्तस्य प्रातिपदिकं, प्रातिपदिकनिर्माणं लघुमार्गेण कर्तुं शक्यते, पुनः शास्त्रीयतया साधयितुं शक्यते. वस्तुतः लघुमार्गस्य आधारः शास्त्रीयरीतिः एव. लघुमार्गः कस्यापि परस्मैपदीधातोः लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु. लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपं स्वीकरोतु. धातुः कस्मिन्नपि धातुगणे भवतु. नवसु गणेषु वदन्ति इव भवति. नाम सिद्धः तिङ् प्रत्ययः अन्ति. जुहोत्यादिगणे ददति इति भवति. नामसिद्धः तिङ् प्रत्ययः अति, ओके. अधुना सिद्धतिङ्प्रत्ययं निष्कासयतु. तत् स्थाने शत्रुप्रत्ययस्य अत् इति योजयतु. यत् रूपं निष्पन्नं तदेव शत्रन्तप्रातिपदिकम्. उदाहरणमस्ति, वादिगणे गच्छन्ति इति पदं स्वीक्रियते चेत् अन्ति इति निष्कासनं भवति. तत् स्थाने अत् इति योजनं गच्छत् भवति. अदादिगणे सन्ति इति भवति. अन्ति निष्क्रियते चेत् निष्कासनं भवति चेत् तत् स्थाने अत् इति योजनं भवति चेत् सत् इति भवति. जुहोत्यादिगणे ददति इति स्थाने ददति इति प्रथमपुरुषस्य बहुवचनान्तरूपः ददति इति बहुवचनान्तररूपे अति इति अतिरिच्य अत् इति विधीयते ददत् भवति नाट् विधीयते योज्यते ददत् भवति. दिवादिगणे दीव्यन्ति अन्ति निष्कासनानन्तरम् अत् भवति दीव्यत् भवति. स्वादिगणे चिन्वन्ति चिन्वत् भवति. तुदादिगणे तुदन्ति तुदत् भवति. रुदादिगणे रुन्दन्ति रुन्दत् भवति. तनादिगणे कुर्वन्ति कुर्वन्ति इति कुर्वत् भवति. क्रयादिगणे क्रीणन्ति इति क्रीणत् भवति. चुरादिगणे चोरयन्ति चोरयत् भवति. अतः सर्वत्र दशसु गणेषु तत्र वयं यत् प्रथमपुरुष बहुवचनरूपं तत्र अन्ति निष्कास्य अत् योजयामः चेत् अस्माकं प्रातिपदिकं प्रातिपदिकस्य एव निर्माणम् इदानीं पर्यन्तम् अभवत् रूपाणि पश्यामः. धन्यवादः भगिनि. महोदय शास्त्रीयरीतिः कः इति पठति वा? अस्तु गमनरीति लट् लकार गतविवक्षायां गमदिति धातुः अस्ति. वर्तमानविवक्षां वर्तमाने लट् गमनयोग लट् लटः शत्रुशानजो प्रथमसमाधिकरणे इत्यनेन लटास्थाने शत्रु गमलयोग शत्रु तत्र लकारस्य इत्संज्ञा अपि च षकारस्य इत्संज्ञा ऋकारस्य अपि इत्संज्ञा भवति. गम् योग अत् इति अस्ति. इदानीं तत्र छत्र इति हित् इति कृत्वा तिक्ति साधातकम् इत्यनेन शत्रुप्रत्ययः यदा कर्तरि शप् इति भवति कर्तृत्वे साधातके परे धातोः शप्रत्ययः भवति. गम् योग तर्हि यदा शप् भवति शप् अस्तु कर्तरि शप् इत्यनेन तत्र इदानीं तत्र शप् विकरणप्रत्ययः विधीयते. गणविकरणप्रत्ययस्य प्रसक्तिः भवति यदा कर्तरि शप् कर्तरि अस्तु कर्तरि शप् प्रबाद्य गणविकरणप्रत्ययः क्षम्यतां तत्र गम्य अद्य गम्योग अद्य अस्ति. अत्र शप् एव तत्र शप् अनन्तरं तत्र शित् इति कृत्वा इषु गम्यांशः इत्यनेन इषु गम् यम् येषां चकारादेशं भवति शितिपर्यन्तः गच्छ योग अयोग अत् इति अस्ति. इदानीं गच्छ योग अत् इति अस्ति. अत्र गच्छ योग गच्छ योग इति अत्र गच्छ तत्र चकारः भवति चेच इति सूत्रेण चकारे रस्वकारं परि खलु संहिताविषये चकार रस्वस्य तुगागमः भवति चेच इत्यनेन. अतः गत् योगच् सोचु नाचु इत्यनेन चकारस्य चकारः भवति. गच्छत् इति गच्छत् इति भवति. गच्छायोग अत् अतो गुणे इत्यनेन तत्र पररूपादेशः गच्छत् एतत्तु अजादि अपि अस्ति इति तत् कार्यमेव भवति खलु अजादि अपि किं महोदय अतो गुणे शत्रु इति न शत्रु इति अजादि अपित् अस्ति कृत्वा यत्र अन्ति इति अपि अजादि अपित् अस्ति सार्वधिकमस्ति अस्ति इति कृत्वा तत् समानमेव कार्यं भवति खलु. इदा इतः परं वदति वा किमर्थं गुणः न भवति इति पृच्छति वा? इतः परं इतः परं गुणः न भवति तत्तु तत्र किमपि इक्वर्णः न तत्र किमर्थं समानता अस्ति इत्युक्ते तत्र अस् अथवा तत्र लट्लकारे बहुवचनम् अस्ति अजादि अपित् अस्ति. अतः यत् शत्र अपि अजादि अपित् अस्ति तत्र कार्यं समानं समानम् आम् सत्यम् आम् सत्यम् आम् सम्यक् आम् यदा अगादिगणे भवति तादृशं तदर्थ आम् तत्र सर्वत्र अजादि अपि अस्ति इति सत्यम् आम् अपि सार्वत्रिकपत्य किञ्चित् सार्वत्रिकमित्येन सार्वत्रिकपत्य कार्याणि समानानि भवेत् प्रातिपदिकम् इदानीं निष्पन्नं गच्छत् इति शास्त्रीयरीत्या सूत्रं सर्वं स्वीकृत्य तदपि लघुमार्गः यदा तत्र वयं कृतवन्तः तादृशमेव अन्ति निष्कास्य तत्र अर्थयोजितवन्तः अत्र आम् सत्यम् अपदान्तात् अतः गुणे परे पुरप्रयोस्थाने एकः पररूप एकादेशः स्यात् अपदान्तात् अकारात् गुणे पूर्वपरयोः स्थाने एकः पररूपं संहितायां पररूपादेशः भवति अकारान्तात् गुणवर्णे परे गुणवर्णे परे इत्युक्ते गुण लिङ्गुणः इति अकार इकार अकार एकार अतः अकारपरे अकारः अकारः इति गुणवर्णः अतो गुणे इति पूर्वपरयोः स्थाने पररूपम् अकारः ेयमेत् शतपथ्ये षकारः षकार ऋकारयोः इत्थन्या लोपश्च षकारः इत्यनेन षित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन अयं प्रत्ययः सार्वधातुकः ऋकारः इत् इत्यनेन उगित् उकप्रत्याहारे इत्थन्या यस्य सः इति उक् इत् यस्य सः इति उगित् तस्मात् उगितजां स्वर्णामस्थाने अधातोः इति इत्यनेन नुमागमः विहितः अस्माच्च स्त्रीविवक्षायाम् उगितश्च इत्यनेन स्त्रीप्रत्यङ्गी विहितः भवति तत्र अनन्तरं उगितचां तरणस्थाने अर्थात् नुमागमः भवति अथवा पठन् इति भवति पठन्ति इति पठत् इत्यस्य नुमागमः पठन्ति इति भवति उगितस्य कृत्वा सर्वनामस्थाने एव अतः एव प्रथम बहुव प्रथमविदचां सर्वनामस्थाने इत्यस्य विवरणम् अस्माकं करपत्रे नास्ति किल आमां तत्र पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकाः सर्वनामस्थान पठतः इति भवति खलु तत्र पठन्तौ इति द्वितीयविभक्तिपर्यन्तं पठन्तौ इति अस्ति अनन्तरं पठतः बालकाः पठतः बालकान् इति तत्र पट् धातुः शत्रुप्रत्ययान्तरूपं पठत् अस्मिन् शब्दे ऋकारः इति संज्ञकः अस्य पुल्लिङ्गप्रथमावचन बहुवचनस्य रूपसिद्धौ इति दत्तमस्ति अष्टाध्यायी मध्ये तत्र उगिदचां सर्वनामस्थाने इत्यस्य प्रसक्तिः अत्र आं महोदय पठन्तः इति भवति अष्टम् अष्टापदान्तस्य जले अनुस्वारशेखम् अग्रे प्रायः आगच्छति अत्र प्रश्नः उदेति किमर्थं लघुमार्गः सर्वत्र कार्यं करोति उत्तरं वर्तते यत् तस्य पृष्ठतः शास्त्रीयविधिः अस्ति एव सार्वत्रिकपत्यः केवलं चतुर्विधाः अजादि अपित् हलादि अपित् अजादिपित् हलादिपित् तदनुगुणं सार्वत्रिकप्रत्ययेषु कार्यं चतुर्विधम् एव भवति इदं सत्यं मनसि निधाय यः पाणिनीयव्याकरणक्षेत्रे अग्रे सरति तस्य कृते मार्गः सरलः एव अस्तु सत्ये वयं जानीमः तत्र अजादिपित् हलादिपित् अजादिपित् हलादि अपित् पित् इति वयं चतुर्विध वयं दृष्टवन्तः तर्हि एतत् अपि सर्वप्रत्ययमस्ति अजादि अजादि अस्ति इति कृत्वा अजादि अपि तिङ्प्रसङ्गे तिङन्तप्रसङ्गे एतत् सर्वम् अस्माभिः अवलोकितं प्रागेव दृष्टान्तरीत्या पुनः स्मर्यते येन सर्वेभ्यः अपि स्पष्टं स्यात्। फलादि किस्तु चिनु योगति पित्सु गुणः भवति अतः चिनो योगति फलादि सन्धिकारः नास्ति चिनोति। अजादिपित्सु लोटि चिनु योग आनि चिनो योग आनि अन्त यान्तावान् दचिनवान् फलादि अपित्सु चिनु योगतः चिनुतः इति भवति चिनुतः तत्र अस्तु चिनुतः सत्यमेव गुणः नास्ति किल गुणकार्यं अस्तु हा चिनुतः इति अहं क्षम्यतां तत्र चिनु इति चिनु चिनुहि इति वयं चिन्तितवान् चिनु लोट्लकारः अजादि अपित्सु चिनु योग अन्ति अपित्सु गुणनिषेधः अजादि अस्तु अपित्सु गुणनिषेधः अतः तत्र यणसन् यणसन् अजादि अपित्सु कूष्णुवसारदातक इत्यनेन यणादेशः चिन् भूष्णो सर्वदातके इति यणादेशः भवति अचिष्णुधातु भ्रुवाङ्ग एवं भवङ्ग इति प्रभाति उष्णसर्वदातु सत्यं सत्यं सम्यक् चिन् योग योग अन्ति चिन्वन्ति चिन्वन्ति इति भवति एवं च सार्वदातुकप्रत्ययेषु कार्यं चतुर्विधं दिगन्तप्रसङ्गे सर्वाणि चत्वारि प्राप्यन्ते यथा उपरि प्रदर्शितम्। अधुना शत्रन्तप्रसङ्गे अयं सिद्धान्तः पुनः अन्वितः किन्तु शत्रन्तप्रसङ्गे चतुर्षु कार्येषु एकविधमेव सञ्जायते इत्युक्ते अजादि अपित्सु यत् क्रियते तत् अतः अत्र अस्माकं कृते सौलभ्यं विद्यते। अन्ति इति अन्ति इति सिद्धतिप्रत्ययः अजादि अपि सार्वत्रप्रत्ययः अस्ति नवसु गणेषु अन्ति नवसु गणेषु अन्ति इत्येव सिद्धतिङ्प्रत्ययः भवति ज्योत्यादिगणे अति अस्ति सः अपि तथा अजादि अपि सार्वत्रकप्रत्ययः सर्वेषु गणेषु मूलप्रत्ययः जि इति स्मर्तव्यं जि अपित् च तिङ् च तन्न सार्वदातकश्च अतः अन्ति अजादि अपि सार्वदातकः अस्य अभिज्ञानम् अत्यावश्यकम्। तदेव भवान् पूर्वमेव कृतवान् महोदय अतः अपित् अजादि अपित् सार्वधातुकप्रत्ययः सर्वत्र अस्तु धन्यवादः भगिनी पठति वा शत्रुप्रत्ययस्य सिद्धप्रत्ययः आं भगिनि शत्रुप्रत्ययस्य शत्रुप्रत्ययस्य सिद्धप्रत्ययः अत् सोपि अजाति अपित् सार्वधातुकः सः अपि अजाति अपित् सार्वधातुकः अतः यत् कार्यम् अन्ति अथवा अति प्रत्ययोः परे भवति तदेव कार्यम् अत् प्रत्यये परेपि भवति शतं प्रति प्रतिशतम् that's what we discussed right beginning like ahatya latlakarasya prathama purusha bahuvachane latlakarasya prathama purusha bahuvachane yatyat karyam bhavati tat sarvam samana ritya bhavati shatrupratiye pare atah lagu margah yadrichaya karyam karoti iti na prishta na prishtatah shastriya tarkah tu अस्ति एव गच्छन्ति इत्यस्य व्युत्पत्त्यर्थं यत्यत् कार्यं भवति तदेव समानकार्यं भवति गच्छत् इत्यस्य व्युत्पत्त्यर्थम् अपि च अयम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रस्य धातूनां कृते भगिनि लट् लकारस्य प्रथमपुरुष बहुवचने अन्ति इत्यस्य प्रत्ययस्य कार्यं यत्यत् भवति तत् तत् समानकार्यमेव शत्रुप्रत्ययस्य अत् इत्यस्य प्रत्ययस्य कार्यम् अपि इति भवति अन्ति अन्ति अपि च अत् इति द्वयोः अजादि अजादि अपि अजादि अपि इत्येव कारणात् कार्यं समानमेव तत् कार्यं तत् कार्यम् अन्वयः तिष्ठति सर्वेषां द्विसहस्रस्य धातूनां कृते. आं भगिनि, गच्छन्ति इत्यस्य व्युत्पत्त्यर्थं यत्यत् कार्यं भवति तत् समानकार्यमेव भवति गच्छत् इत्यस्य व्युत्पत्ति अर्थमेव अर्थं कृते. स्वादिगणे स्वादिगणे चिन्वन्ति इति पश्येम. चिनु योगः अन्ति अन्ति अजादि अपित् सार्वधातुकप्रत्ययः. अतः कुष्णुवोः सार्वधातुके इत्यनेन यण् आदेशः भवति उ स्थाने वु. अधुना शत्रन्ते चिनु योगः अत् इति स्थितौ स्थिनु शिनु चिनुयोगः अत् इति स्थितौ अपि तदेव कार्यं यण् आदेशः. चिनुयोगः अत् उ स्थाने वु चिन्वत् इति शत्रन्तप्रातिपदिकम्. हूष्णुवोः सार्वधातुके हु धातोः अपि च श्नु प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने यण् आदेशः भवति कितिङ् इति अजाति सार्वधातुकप्रत्यये परे. हूष्णुवोः सार्वधातुके इति सूत्रं वदति हू धातोः अपि च श्नु धातोः श्नु प्रत्ययान्तस्य धातु अम्बके हू धातोः अपि च श्नु प्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य स्थाने श्नु प्रत्यय पञ्चमगण हू धातोः विकरणप्रत्ययः. हू धातोः अपि च श्नु प्रत्यय विकरणप्रत्ययान्तस्य असंयोगपूर्वस्य उकारस्य असंयोगपूर्वस्य उकारस्य स्थाने यण् आदेशः भवति कितिङ् इति अजाति सार्वधातुकप्रत्यये परे इति सूत्रं वदति. तत् सूत्रं महोदयेन उक्तम् अचिष्णुधातु ब्रुवाम् इवो रियङ् उवङ्गौ इति सूत्रस्य प्रबाद्य तत् सूत्रं कार्यं करोति. असंयोगपूर्वस्य इति कारणात् हूष्णुवोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अस्ति. अचिष्णुधातु ब्रुवाम् इवो रियङ् उवङ्गौ इति संयोगपूर्व संयोगपूर्वस्य स्थाने अचिष्णुधातुपूर्वं कार्यं करोति. अत्र असंयोगपूर्व हूष्णुवोः सार्वधातुके इत्यनेन यण्सन्धिः भवति. तनादिगणे कुरु योगः अन्ति कुर्वन्ति. अत्र इको यणचि इत्यनेन ऊ स्थाने वु कुरु योगः अत् कुर्वत् इति स्थितौ अपि इको यणचि इत्यनेन ऊ स्थाने वकारः भवति. कुरुयोगः अन्ति इति कृते अचिष्णुधातुब्रुवां कार्यं न करोति. हूष्णुवोः सार्वधातुके अपि न कार्यं करोति. अत्र हूधातु नास्ति, श्नु प्रत्ययः नास्ति. तनादिगणे कुरु उकारान्त ऊ इति प्रत्ययः विकरणप्रत्ययः विधीयते. कुरुयोगः अन्ति इको यणचि एव कार्यं करोति. उ स्थाने वु आदेशः भवति. कुरु इति कुर्वत् कुरु इति कुर्वन्ति इति भवति तिङ् प्रत्यय कृते. अत्र शत् प्रत्ययः शत्रु इति प्रत्ययस्य स्थाने अपि समानकार्यं भवति. कुरुयोगः अत् कुर्वत् इति स्थितौ इको यणचि इत्यनेन कुर्वत् भवति. सारांशः एवं यत् सर्वेषु दशसु गणेषु कार्यं समानं भवति लटि शतरि च लट् लकारस्य प्रथमपुरुषबहुवचने यद्यत् कार्यं भवति तत् सर्वं समानरीत्या भवति शतृप्रत्यये परे. कारणम् अस्ति उभयत्र प्रत्ययः अजादि अपि सार्वधातुकः. शत्रु कार्यं भवति. आं भगिनि, यदा लट्लकारस्य प्रथमपुरुष बहुवचनम् अजादि अपि अस्ति, समानकार्यम् अत्रापि. यदा उष्णुवोः तत्र भवति, अत्रापि उष्णुवोः इको एनर्जि अस्ति चेत् इको एनर्जि इत्येव कार्यम्. अतः प्रत्ययः अजादि अपि सार्वधातुकः इति. अस्तु, आं भगिनी, प्रश्नः अस्ति वा? न, नास्ति भगिनि. पुल्लिङ्गे नपुंसके च शत्रन्तप्रातिपदिकं तदेव गच्छत् चिद्वत् कुर्वत् इत्यादीनि रूपाणि. एकवारं यदा कृत् प्रत्ययः धातुतः संयुक्तः तदा कृत् तद्वितमासाश्च इति एक प्रथम अध्यायस्य द्वितीय पादस्य षट्चत्वारिंशत्तमं सूत्रं सूत्रेण प्रातिपदिकसंज्ञा प्राप्ता. दशसु गणेषु तथा गच्छत् सत् ददत् दिव्यत् चिन्वत् सुदत् रुन्धत् कुर्वत् क्रीणत् चोरयत्. प्रातिपदिकस्य निर्माणे धातुगणम् अनुसृत्य कार्यं विद्यते विकरणप्रत्ययभेदात्. परन्तु अस्माकं लघुमार्गः समानः सर्वत्र उपदिष्टं, शास्त्रीयचिन्तनं च समानम्. अग्रिमे पाठे गणम् अनुसृत्य कार्यम् अवलोकयिष्यते. तत्र शक्रान्तप्रातिपदिकं तत्र गच्छत् चिन्मत् इति तत्र रूपाणि यत् कृदन् कृत्वस्य अन्ते अस्ति चेत् तथा कृत् अधितसमासाश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति. गणे दशसु गणेषु रूपाणि वयं दृष्टवन्तः यत् बहुवचन प्रथमपुरुषबहुवचनस्य प्रत्ययं अपसार्य तत्र अस् इति योजयामः चेत् भवति. इदानीं तत्र अग्रिमपाठे गणमनुसृत्य कार्यं वयं अवलोकयिष्यामः. परन्तु तत्र लघुमार्गः एव विकरणप्रत्ययभेदात् तत्र भेदः भवति. परन्तु लघुमार्गः अस्ति तत्र समानः अस्ति यत् प्रथमपुरुषे बहुवचनस्य अन्ति अथवा बहुवचनस्य प्रत्ययं निष्कास्य अस्ति इति योजनीयम्. अन्यानि कार्याणि समानानि. पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति. विकरणपदस्य निमित्तिकम् अङ्गकार्यं, तदा धातुविकरणपत्योः मेलनं, तिङ्प्रत्ययसिद्धिः, तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनम्. प्रथमसोपाने अङ्गनिष्पन्नं. द्वितीयसोपाने तिङ्प्रत्ययसिद्धिः. तृतीयसोपाने अङ्गतिङ्प्रत्ययोः मेलनं. शत्रन्तप्रसङ्गे अपि अयमेव क्रमः. परन्तु द्वितीयसोपानम् अत्यन्तं लघु, सर्वत्र समानश्च. शत्र इति तिङ्प्रत्ययसिद्धिः अस्ति तत्र केवलम् अनुबन्धलोपानन्तरं शत्रु इत्यस्य अत् एव भवति. तर्हि विकरणस्य निमित्त अङ्गकार्यं भवति अत् इति भवति. अनन्तरम् अत् इत्यस्य अङ्गस्य मेलनं. पुंसि नपुंसके च पुंसि अपि च पुल्लिङ्गे अपि च नपुंसके च सुबन्तपदानां कुत्रचित् नकारः दृश्यते. निमागम् गच्छन् गच्छन्तम् इत्यादीनि रूपाणि. पुनः अन्यत्र नुमागः नैव दृश्यते. गच्छद्भ्यां गच्छस्सु इदानि रूपाणि इत्यादीनि रूपाणि. तच्चिन्तनम् इतः अग्रे द्वितीये पाठे भविष्यति यदा चत्रन्तानां सुबन्तप्रकरणं परिशील्यते. तत्र नुमागमस्य विचारः अस्ति, तत् द्वितीयपाठे भवति. तत्र सुबन्त प्रक्रिया सुबन्तप्रकरणे सुबन्तप्रक्रिया एव सत्यं. तत्र प्रातिपदिकस्य विषये तत्र नुमागमस्य विचारः न भवति. अग्रे यदा प्रथमाविभक्तिरूपाणि साधय प्रथमाविभक्ति आदिरूपाणि साधयामः तत्र आगच्छति नुमागमः कुत्र स्त्रीलिङ्गे किं भवति इति अस्तु. स्त्रीलिङ्गे स्त्रियां शत्रन्तप्रातिपदिकं नदी शब्दवत् सर्वत्र नाम ईकारान्तशब्दः. तत्र प्रमुखप्रश्नः भवति नकारः कुत्र कुत्र आयाति, अपि च कुत्र कुत्र न इति. यथा बालिका वदन्ती चलति इत्यस्मिन् वद् धातोः स्त्रीभ्यां सोरि स्त्रियां नुमागमः भवति, परन्तु बालिका कार्यं कुर्वती चलति इत्यस्मिन् ऋधातोः स्त्रियां नुमागमः न भवति. स्त्रियाम् अयं नुमागमः प्रातिपदिके आयाति, प्रातिपदिके आयाति. तत्र सुबन्तप्रकरणे प्रातिपदिके पुल्लिङ्गे नपुस्तकलिङ्गे प्रातिपदिके नायाति, परन्तु स्त्रीलिङ्गे प्रातिपदिक सिद्धौ एव नुमागमः इति भवति. तदेव भेदः पुल्लिङ्गनपुंसकलिङ्ग स्त्रीलिङ्गयोः भेदः इत्युक्ते तत्र नुमागमः प्रातिपदिके एव दृश्यते. अत्र अग्रे महोदय स्त्रियां नुमागमः भवति प्रातिपदिके एव, अतः प्रातिपदिकनिर्माणसमये नुमागमः विचारः करणीयः. प्रथमः स्त्रीप्रातिपदिकं द्वादिगणे दिवादिगणे चुरादिगणे. अस्तु, येषु त्रिषु गणेषु शत्रन्तप्रातिपदिके नुमागमः नित्यः. अस्तु, भुवादिगणे दिवादिगणे चुरादिगणे ये तत्र नुमागमः नित्यः इति अस्ति प्रातिपदिके. वद् योग आयोग अत् वदत् पुंसि नपुंसके च शत्रन्तप्रातिपदिकं प्रक्रिया यथा पूर्वोक्तं. वदत् इत्यनेन उगितश्चित् इत्यनेन उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायाम् उगित नीप्रत्ययः भवति. अस्तु, तत्र उगितश्च इत्यनेन नीप्रत्ययः भवति स्त्रीप्रत्ययः. वदत् योग नीप् इति अस्ति, नीप् इति अस्मिन् इ इति एव अवशिष्यते, वदति इति रूपं वदति इति अस्ति. इति शप्शन्योर् शप्शन्योः नित्यम् इत्यनेन भुवादिगणे दिवादिगणे चुरादिगणे च नित्यं नमागमः नमागमः. वदन्ति इति स्त्रियां शत्रन्तं प्रातिपदिकम्. तत्र इतश्च इति अस्ति सूत्रम् उगितश्च एक तद् भुवादौ भूधातुः भवन्ति भवन्त्यो भवन्त्यः, दिवादौ दीव्यन्ति दीवन्त्यो दीवन्त्यः, चुरादिगणे चोरि चोरयन्ति चोरयन्त्यौ चोरयन्त्यः. तर्हि तत्र सर्वत्र त्रिषु सप्तषु सप्तषु सप्तषु विभक्तिषु भवति नुमागमः प्रातिपदिकात् एव इति प्रातिपदिके एव नुमागमः अस्ति इति कृत्वा किल यदा नदी शब्दवत् रूपाणि नदीशब्दरूपाणि नुमागमः अस्ति अस्ति एव प्रातिपदिके अस्ति अतः भवति एव. उगितश्च उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां नीप्रत्ययः भवति. उप्रत्याहारे उकार ऋकार लकार एते वर्णाः अन्तर्भूताः. उक् इत् यस्य इत्युक्ते प्रातिपदिकस्य तद् उगित् तस्मात् उगितः. उगितः पञ्चम्यं च अव्ययपदम् अव्ययपदं द्विवदपदं सूत्रं. ऋण्येभ्यो नीप् इत्यस्मात् नीप् इत्यस्य अनुवृत्तिः स्त्रियाम् इति न्याप्रातिपदिकात् इत्यस्मात् प्रातिपदिकात् प्रत्ययः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रमस्ति स्त्रियाम् उगितः प्रातिपदिकात् च नीप्रत्ययः भवति इति. अत्र नीप्रत्ययः केन सूत्रेण भवति इति दत्तमस्ति. यत्र स्त्रीत्वविवक्षायां तत्र उगित् प्रातिपदिकेभ्यः प्रातिपदिकात् नीप्रत्ययः भवति. नीप् इति प्रत्ययः विधीयते इति अत्र शत्र इति उगित् अस्ति, ऋकारः उगित् अस्ति, अतः स्त्रीविवक्षा अपि अस्ति अतः नीप् विधीयते. अग्रिमं महोदय अग्रिमसूत्रं किं शप्शन्योर्नित्यम् इति अस्ति. शप्शन् प्रत्ययोः अवर्णात् अङ्गात् शत्रन्त अङ्गस्य नित्यं नुमागमः भवति. शी प्रत्यये च नदी प्रत्यये परे नदी एका संज्ञा अस्ति. नीप् नीश् नीम् एतेषां स्त्रीप्रत्ययानां नदीसंज्ञा भवति. शप् च शञ्च तयोः इतरेतरद्वन्द्व शप्श्यनौ, तयोः शप्श्यनोः, शप्श्यनोः षष्ट्यन्तं नित्यं क्रियाविशेषणं द्वितीयान्तं, द्वितीयान्तम् आची नद्योर्नुम् इति इत्यस्मात् आत् षी नद्योः नुम् अपि च नाभ्यस्ताश्चतुः इत्यस्मात् चतुः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. शप्शनोः आत् अङ्गात् चतुः नित्यं नुम् षी नद्योः इति अस्ति. तत्र शप् शप्शन् इति इत्यनयोः तद् अवर्णात् अवर्णात् अकारान्त शप्शनोः अङ्गात् चतुः तत्र चतुः चतुः इति किमस्ति, चतुः इति शत्रु षष्टि अस्ति अस्तु, चतुः चतुः अङ्गस्य नित्यं नुम् अङ्गस्य नुम् आगमः भवति षी प्रत्ययपरे, अपि च नदी संज्ञा, नदीसंज्ञा अस्ति इत्युक्ते नीप् नीष् नीनिति इति इत्यनयोः. अतः अत्र नीप् इत्येव विधीयते किल अस्माकं गिदश्च इति सूत्रेण, नदी इति संज्ञा, नदीसंज्ञा अस्ति इति कृत्वा. अतः शप्शनो नित्यम् इत्यनेन तत्र नुमागमः नित्यं विधीयते. शप्शनोः आत् आत् अङ्गात् शप्शनो आत् इति किमर्थं तत्र शप्शनोः इति शप् इति षन् इति अकारान्त अस्ति खलु, किमर्थं तत्र शप्शन् प्रत्ययोः इति एकः अवर्णान् अङ्गात् इति शप्शन् प्रत्ययोः परे भवति किल एकनिमिषं तत्र अवर्णान् तदपि वास्तव अस्तु. यत्र प्रायः आप् इति तत्र यत्र अगादिगणे भवति वा अकारान्तात् तत्र आत् इति अङ्गात् ऐ थिंक आत् आक्षि द प्रीवियस सूत्र आक्षि नद्योर् नुम् इत्यनेन आत् ओ आत् इति आगमः आगमः शप्शनोः अपि अदन्तात् अङ्गात् अपि अदन्ताङ्गात् शप्शनोः अङ्गात् तत्र यत् शत्पति अस्ति तत्र शत् शतुः नित्यं नुम् नुम् आगमः भवति. आत् इति पञ्चमे किल अवर्णात् आकारान्त अस्ति चेत् अङ्गात् छत्रान्ताङ्गस्य नित्यं नुमागमः भवति नदीसंज्ञकप्रत्ययः परः अस्ति चेत् अस्माकं कृते तु एतत् नदी एव. नुम् इति मिदचोन्त्यात् परः तत्तु वयं जानीमः किल, एकनिमिष अनन्तरं भगिनि. आम् आम् अस्तु भगिनी भवती वदति वा तत् नश्चापदान्तस्य जलि अनुस्वरस्य परसवर्णः सर्वं वयं जानीमः. अतः तत्र उत्तरेण कुदन् वदन्ति इति प्रातिपदिकस्य व्युत्पत्तिप्रक्रिया पठतु भगिनि वद. आं भगिनि अनुस्पर्शयि परसवर्णः अधुना ओके अधुना विस्तारेण पुनः वदन्ति इति प्रातिपदिकस्य व्युत्पत्तिप्रक्रियाम् अवलोकयाम. वदत् स्त्रीत्वविवक्षायाम् उगितश्च इत्यनेन उगित् प्रातिपदिकेभ्यः ङीप् प्रत्ययः भवति. वदत् योगः ङीप् ङप् लोपः ओके लषक् वदतिते इत्यनेन ङकारलोपः, हलन्त्यम् इत्यनेन पकारलोपः, तस्य लोपः इत्यनेन ङकारपकारलोपः. वदत् योगः ई भवति, ई एव अवशिष्यते. वदत् योगः ई शप् शनोर्नित्यम् इत्यनेन भ्वादिगणे दिवादिगणे चूरादिगणे च नित्यं नुम् आगमः भवति. वदत् अत्र अङ्गद्वयम् अङ्गद्वयं वर्तते इति ध्येयं. शत्र अत् इति अत् निमित्तीकृत्य अङ्गं वद, अपि च ङीप् निमित्तीकृत्य वदत्. वद इति शप् शन् प्रत्ययोः अवर्णान्तस्य अङ्गं वद वदयोगः अवद ओके वद् वद्योगः अवद वदत् इति शत्रन्तम् अङ्गं वद् वदयोगः अत् वद्योगः अत् वदत् अधुना नदीप्रत्ययः ङीप् परः अस्ति अतः शप् शन् प्रत्ययोः अवर्णात् अङ्गात् वद् इत्यस्मात् शत्रन्त अङ्गस्य वदत् इत्यस्य नित्यं नुम् आगमः भवति भगिनी अत्र अङ्गद्वयं वर्तते इति देयं बट् अङ्गद्वयं दे वदत् वदत् तत्र अत् इति स्वीक्रियते चेत् वद् योगः अत् वदत् वदत् इत्यस्य कृते कः अङ्गं किम् अङ्गम् पुनः प्रत्ययस्य कृते एव यस्मात् प्रत्ययविधि ददाति अङ्गम् वद् इति अङ्गं वदत् इति इति कृते ओ नु इति अङ्गं किल वद्दिति वद्दिति धातुः वद इति योगः वद्योगः अत् वदत् भवति तत्र विकरणप्रत्ययः अपि अस्ति तदपि स्मरतु वद्योगः अयोगः अत् वद् इदानीम् अत् इति शत्रुप्रत्ययस्य कृते किम् अङ्गम् वद वद्योगः इति अङ्गम् अङ्गम् इदानीम् अस्माकं द्वितीयं किम् अस्ति नीप् निमित्तीकृत्य नीप् इदानीम् आगच्छति नीप् इति अपि प्रत्ययः नीप् इत्यस्य कृते किम् अङ्गम् नीप् इत्यस्य कृते वदत् इति अङ्गम् सो वद्योग अयोग अत् वदत् इति अङ्गम् अङ्गम् इदानीं किं वदति नीप् देन् वदत् योगः इ देन् शप् शनोर्नित्य ओके देन् नुम् आगमः भवति ओके शत्रन्त अङ्गस्य नुम् आगमः भवति नुम् आगमः शत्रन्त अङ्गस्य आगमः यस्य आगमः अस्ति सः आगमः कदाचित् तस्मात् पूर्वम् आयाति कदाचित् तस्य अनन्तरम् आयाति कदाचित् तस्य मध्ये एव आयाति नुम् मित् अस्ति अतः मितचोन्त्यात् परः इत्यनेन शत्रन्त अङ्गस्य मध्ये एव आयाति तस्य शत्रन्त अङ्गस्य अच् वर्णेषु अन्त्यात् परम् आयाति नाम वद इत्यस्य दकार उत्तरवर्तीय अकारस्य अनन्तरम् आं भगिनि मितचोन्त्यात् परः इत्यनेन नुम् आगमस्य विषयं दत्तं वदत् वदत् योगः ङी इति स्थिते नुम् आगमः आगच्छति वद नुम् आगमः मितचोन्त्यात् परः इत्यनेन अन्त्य अकारस्य परम् आयाति वदत् इति स्थिते दकारस्य उत्तरवर्ति अकारस्य अनन्तरं नुम् भवति सो वदयोगः नुम् योगः तकारः योगः इ इति भवति अनुबन्धलोपे हलन्त्यम् इत्यनेन मकारः गच्छति उपदेशे अच् अनुनासिक इत्यनेन उकारः अपि गच्छति वदयोगः न् योगः तु योगः इ इति स्थिते तु जलि अतः नश्चापदान्तस्य जलि इत्यनेन नकारस्य स्थाने अनुस्वार आदेशः वद योगः अनुस्वारयोगः तु योगः इ तु ययि अस्ति अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्थाने नकार आदेशः भवति वद योगः न् योगः तु योगः इ इति स्थिते वर्णमेलनं वदन्ति इति स्त्रियां शत्रन्तप्रातिपदिकं निष्पन्नं भवति अहं भगिनि अस्य परिचित लैक् परिचयमेव तत्र अवर्णात् अङ्गात् नुम् आगमः इति दत्तमस्ति अतः एव तत्र नुम् आगमः वध इत्यस्य अवर्णात् अङ्गात् भवति. शप्षन् प्रत्ययोः अवर्णात् अङ्गात् वद इत्यस्मात् शत्रन्त अङ्गस्य नित्यं नुमाकः. ओके, शप्षनोर् नित्यम् अवर्णात् अङ्गात् शत्रन्त अङ्गस्य. किमर्थं तत्र वदत् इति कृत्वा अनन्तरं नुमागमः न कृतवन्तः किल? अवर्णात् अङ्गात् नुमागमः, मिदचोन्त्यात् परः, अन्त्यात् अचः परः. अन्त्यात् अचः कः? वध इत्य वदत् इत्यस्य अत् अन्त्यात् अचः किल, तद् अवर्णात् अङ्गात् अकारः, तस्य एव नुम् आगमः. Not for the shatru, kila? Mama avagamanam samyak va? Avarnat angat. That's okay. Vadat, so you're saying that at vadat, at iti vadat ityasya putishya. Tatra shatranta angasya agamaha. Num agamaha, angasya agamaha. Shatranta angam kim? वद् योगः अत् आम् भगि वद् अत् वध इति वध इति अङ्गम् आम् तद् अवर्णान्त् एव अवर्णः एव किल आम् भगि तस्य नुम् आगमः. ओके ओके, दट्स् द शप्ष्यनोर् नित्यम् अवर्णात् अङ्गात् शत्रन्तस् शप् प्रत्ययः एव शप् प्रत्ययोः अवर्णात् अङ्गात् वद इत्यस्य अङ्गस्य नुम् आगमः. अनुवृत्तिसहितसूत्रम् अत्र शप् शनोः आत् अङ्गात् चतुः नित्यं नुम् शी नद्योः आत् इस् द आत् इस् ऐ गेस् फ्रम् द द्वितीयगणाद अवर्णात् इत्युक्ते अकार आकारः. सो शप्षणो प्रत्ययोः अवर्णात् अङ्गात् कुत्र वयं नुम् आगमः कुर्मः? तत्र शत्रु इति प्रत्ययस्य आगमः वा अङ्गस्य आगमः वा इति प्रश्नः भवति किल? नुम् आगमः शत्रन्त अङ्गस्य आगमः. सो तस्य तत्र एव दत्तमस्ति नुम् मित् अस्ति, अतः मितचोन्त्यात् परः इत्यनेन शत्रन्त अङ्गस्य मध्ये एव आयाति. तस्य शत्रन्त अङ्गस्य अच् वर्णेषु अन्त्यात् परम् आयाति. सो दकारवक्त्रवर्ति अकारः एव अवर्णात् अस्ति तस्य आगमः. समीचीनम् इति चिन्तयामि. अत्र अत्र पठामि वा भगिनि? स्त्रीप्रातिपदिकं स्त्रीप्रातिपदिकं तुदादिगणे अदादिगणस्य चतुर्दश आकारान्तधातुषु च. तुदादिगणे अदादिगणस्य चतुर्दश आकारान्तधातुषु आकारान्तधातुषु च शत्रन्तप्रातिपदिके नुम् आगमः वैकल्पिकः. तुदादिगणे अदादिगणस्य ओके आकारान्तधातुषु तुद् योगः अयोगः अत् तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं. तुद् योगः अयोगः अत् तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं. प्रक्रिया यथा पूर्वोक्तं तुदत् उगितश्च इत्यनेन उगित् प्रातिपदिकेभ्यः स्त्रीत्वविवक्षायां ङी प्रत्ययः भवति, तुदति इति भवति. आच्छीर्नद्योर्नुम् इत्यनेन तुदादिगणे विकल्पेन नुम् आगमः भवति. तुदति तुदन्ति इति स्त्रियां शत्रन्तं प्रातिपदिकम् ओके. तुदादिगणे अदादिगणे आकारान्तधातुषु शत्रन्तप्रातिपदिके नुम् आगमः वैकल्पिकः. प्रीवियस्लि वि सेड् वाट् इस् दट् शप्ष्यन् शप्ष्यनो नित्यं शप् प्रथमगण श्यन् दिवादिगण ओके हियर वैकल्पिकरूपं भुवादि दिवादि चुरादि नित्यं तुधादि चुरादि अपि अस्ति शप् शप् सत्यापपाश तत्र तु निश्विद्यते परन्तु शप् एव तत्रापि स्त्रीप तत्र तुदादिगणे अदादिगणे तु वैकल्पिकं वैकल्पिकरूपं तुदत् इति पुंसि नपुंसके च शत्रन्तं प्रातिपदिकं देन् उगितश्च इत्यनेन ङी प्रत्ययः भवति तुदत् इति तुदति इति भवति तुदति इति आची नद्योर्नुम् इत्यनेन तुदादिगणे विकल्पेन नुम् आगमः भवति तुदति अथवा तुदन्ति इति स्त्रियां शत्रन्तं प्रातिपदिकम् स्त्रियां शत्रन्तं पाठ तुदादौ तुद्धातुः तुदति तुदन्त्यौ तुदद्यः दिस् इस् ओके तुदति तुदत्यौ तुदत्यः तुदन्ति इति प्रथमरूपं प्रथमाविभक्ति तुदन्ति तुदन्त्यौ तुदन्त्यः ओके आं भगिनि नदी शब्दवत् दिस् इस् तुदति दिस् इस् तुदन्ति ओके नदी शब्दवत् एव परन्तु एकस्मिन् पक्षे नकारः अन्यस्मिन् पक्षे आं भगिनि अस्तु अद्य प्रायः समापयामः अग्रे अग्रिमसप्ताहे पठामः आचीनत्योर्नुम् आरभ्य ओके ओके अस्तु धन्यवादः धन्यवादः भगिनी.